पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 57 व्यास उवाच अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमं ब्रह्मणाभिहितं पूर्वं ऋषीणां ब्रह्मवादिनम् अर्थानामुचितं पात्रे श्रद्धया प्रतिपादनं दानमित्यभि निर्दिष्टं भुक्तिमुक्तिफलप्रदम् यो ददाति विशिष्टेभ्यः श्रद्धया परयायुधः तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् अहन्यहनि यत्किञ्चिद्दीयते नुपकारिणे अनुद्दिश्य फलं तस्माद्ब्राह्मणाय तु नित्यकं यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् अपत्यविजयैश्वर्यसुखार्थं यत्प्रदीयते दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः यदीश्वरस्य प्रीत्यर्थं ब्रह्मवित्सु प्रदीयते चेदसा धर्मयुक्तेन दानं तद्विमलं शिवं दानधर्मम् निषेवेद पात्रमासाद्यशक्तिदः उपास्यते तु तत्पात्रं यत्तारयदि सर्वतः कुटुम्बभुक्तिवसनाद्देयं यदतिरिच्यते अन्यथा दीयते यद्वै न तद्दानं फलप्रदम् श्रोत्रियाय कुलीनाय विनीताय तपस्विने व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकं यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिदाग्नये स यादि परमं स्थानं यत्र गत्वा न शोचति इक्षुभिः संयुधां भूमिं यव गोधूमशालिनीं ददाति वेदविदुषे यस्य भूयो न जायते गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते भूमिदानात् परं दानं विद्यते नेह किञ्चन अन्नदानं तेन तुल्यं विद्यादानं तदोऽधिकं यो ब्राह्मणाय शान्ताय शुचये धर्मशीलिने ददाति विद्यां विधिना ब्रह्मलोके महीयते दद्यादहरः स्वर्णं श्रद्धया ब्रह्मचारिणे सर्वपापविनिर्मुक्तो ब्रह्मणस्थानमाप्नुयाद गृहस्थायान्नदानेन फलमाप्नोति मानवः अन्नमेवास्य दातव्यं दत्त्वाप्नोति परां गतिं वैशाख्यां पूर्णमास्यां तु ब्राह्मणान् सप्तपञ्च वा उपोष्य विधिना शान्तशुचिः प्रयतमानसः पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः प्रीयदां धर्मराजेदि यदा मनसि वर्तते यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ददाति यस्तु विप्राय सर्वं तरदि दुष्कृतं कृदान्नमुदकुम्भं च वैशाख्यां तु विशेषतः निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयाद् सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्तपञ्च वा तर्पये दुदपात्रैस्तु ब्रह्महत्यां व्यपोहदि माघमासे तमिश्रे दुद्वादश्यां समुपोषितः शुक्लाम्भरधरकृष्णैस्तिलैर्हुत्वा हुदाशनं प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः जन्मप्रभृति यत्पापं सर्वं तरदि वै द्विजः अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने यत्किञ्चिद्देवदेवेशं दद्याच्चोद्दिश्य केशवं प्रीयतामीश्वरो विष्णोर्हृषिकेशः सनातनः सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् आराधये द्विजमुखेन तस्यास्ति पुनर्भवः कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजादये स्नात्वाभ्यर्च्य यथा न्यायं पादप्रक्षालनादिभिः प्रीयतामे महादेवो दद्याद्रव्यं स्वकीयकम् सर्वपापविनिर्मुक्तप्राप्नोति परमां गतिं द्विजै कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः अमावास्यां तथा भक्तैः पूजनीयस्त्रिविक्रमः एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् अर्चयेत् ब्राह्मणमुखे स गच्छेत् परमं पदं येषातिथिर्वैष्णवी स्याद्वादशी शुक्लपक्षतः तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनं यत्किञ्चिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ दीयते विष्णुमेवापि तदनन्दफलं स्मृतम् यो हि यां देवतामिच्छेत् समाराधयितुं नरः पूज्यं ते ब्राह्मणालाभे प्रतिमादिषु तै क्वचिद् प्रतिमादिषु यत्नेन तस्माद्फलमपीप्सता द्विजेषु देवता नित्यं पूजनीया विशेषतः विभूतिकामः सततम् पूजयेद्धि पुरन्दरं ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः आरोग्यकामोधरविं धनकामो हुदाशनं कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकं भोगकामस्तु शशिनं बलकामः समीरणम् मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिं यस्तु योगं तथा मोक्षमन्विच्छेत् ज्ञानमैश्वरम् अर्चयेदविरूपाक्षं प्रयत्नेन सुरेश्वरं ये वाञ्छन्ति महाभोगान् ज्ञानानि च महेश्वरम् ते पूजयन्ति भूदेशं केशवं चापि भोगिनः वारिदस्तृप्तिमाप्नोति जलदानं ततोऽधिकम् तैलप्रधप्रजामिष्ठां दीपदश्चक्षुरुत्तमं भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः गृहदाताग्र्यवेश्मानि रूप्यदो रूपमुत्तमं वासोदस्त चन्द्रसालोक्यमश्वदो यानमुत्तमम् अन्नदाताश्रियं स्वेष्ठां गोदो ब्राह्मणविष्टपं यानशय्याप्रदो भार्याम् ऐश्वर्यमभयप्रदः धान्यदशाश्वतं सौख्यं ब्रह्मदो ब्रह्मशाश्वतम् धान्यान्यपि यथाशक्तिविप्रेषु प्रतिपादयेद् वेदविद्याविशिष्टेषु प्रत्यस्वर्गं समश्नुते गवां चान्नप्रदानेन सर्वपापैः प्रमुच्यते इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः फलमूलानि पानानि शाकानि विविधानि च प्रदद्यात् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेद् औषधं स्नेहमाहारं रोगिणो रोगशान्तये ददानो रोगरहितसुखी दीर्घायुरेव च असि पत्रवनं मार्गं क्षुरधारा समन्वितम् तीक्ष्णतापं च तरदि चत्रो पानत्प्रदो नरः यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे तत्तद्गुणवदे देयं तदेवाक्षयमिच्छदा अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः सङ्क्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च दत्त्वा चाक्षयमाप्नोति नदीप्रस्रवणेषु च दानधर्मात् परो धर्मो भूदानां नेह विद्यते तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः स्वर्गाय भूतिकामेन तथा पापोपशान्तये मुमुक्षुणादु दातव्यं ब्राह्मणेभ्यस्तथान्वहं दीयमानं तु यो मोहा गो विप्राग्नि सुरेषु च निवारयत्य धर्मात्मा तिर्यज्ञोनिं व्रचेतसः यस्तु द्रव्यार्जनं कृत्वा नार्चयेत् ब्राह्मणान् सुरान् सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेद् यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति म्रियमाणेषु विप्रेषु ब्राह्मणः सदुगर्हितः न तस्मात् प्रतिगृह्णीयुर्नवसेयुश्च तेन हि आज्ञायित्वा स्वकाद्राष्ट्राद्राजातं विप्रवासयेद् पश्चात् सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनं स पूर्वाभ्यधिकः पापी नरके पच्यते नरः स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्विजोत्तमाः प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्विजं न च मूर्खमवृत्तस्थं दशरात्रमुपोषितं सन्निकृष्टमधिक्रम्य श्रोतियं यः प्रयच्छति स ते कर्मणा पापी दहत्या सप्तमं कुलं यदि स्यादधिको विप्रशीलविद्यादिभिः स्वयं तस्मै यत्नेन दातव्यमधिक्रम्य च सन्निधिं योर्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च तावुभौ गच्छद स्वर्गं नरकं तु विपर्यये न वार्यपि प्रयच्छेदनास्तिके हैदुकेऽपि च न पाखण्डेषु सर्वेषु नावेदविधिधर्मविद रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान् अविद्वान् प्रति गृह्णीयाद्भस्मी भवति काष्ठवद द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः अपि राजन्यवैश्याभ्यां न दुःशूद्रात् कथञ्चन वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् धनलोभे प्रसक्तस्तु ब्राह्मण्या देवहीयते वेदानधीत्य सकलान्यज्ञांश्चावाप्य सर्वशः न तां गतिमवाप्नोति सन्तोषाद्यामवाप्नुयाद प्रतिग्रहरुचिर्न स्याच्छूद्रान्नदु समाहरेद इत्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधो गतिं यस्तु यादिनसन्तोषं न स स्वर्गस्य भाजनम् उद्वेजयदि भूतानि यथा चौरस्तथैव सः गुरुं भृत्यांश्चोज्जिहीर्षुस्तर्पयन् देवतातिथीन् सर्वदप्रदि गृह्णीयान्न तु तृप्येत् स्वयं ततः एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः वर्तमानः संयतात्मा यादि तत्परमं पदं पुत्रेषु भार्यां निक्षिप्य गत्वारण्यं तु तत्त्वविद एकाकी विचरेन्नित्यमुदासीनः समाहितः यश वः कथितो धर्मो गृहस्थानं द्विजोत्तमाः ज्ञात्वा तु तिष्ठेन्नियतं तथानुष्ठापयेद्विजान् इति देवमनादिमेघमीशं गृहधर्मेण समर्चयेदजस्रम् समतीत्य स सर्वभूतयोनिं प्रकृतिं यादिपरं न यादिजन्म इति श्रीपद्मे महापुराणे स्वर्गखण्डे गृहस्थधर्मनिर्णयो नाम सप्तपञ्चाशत्तमोऽध्यायः ॐ